ज्ञानश्रुतिः जनश्रुतस्य अपत्यं ह ऐतिह्यर्थः पुत्रस्य पौत्रः पौत्रायणः स एव श्रद्धादेयः श्रद्धापुरस्सरमेव ब्राह्मणादिभ्यो देयमस्य इति श्रद्धादेयः बहुधायि प्रभूतं दातुं शीलमस्य इति बहुधायि बहुपाक्यः बहुपक्तव्यम् अहनि अहनि गृहे यस्य असौ बहुपाक्यः भोजनार्थिभ्यो बहु अस्य गृहे अन्नं पच्यते इत्यर्थः एवं गुणसम्पन्नोऽसौ ज्ञानश्रुतिः पौत्रायणः विशिष्टे देशे काले च कस्मिंश्चित् आस बभूव सः सर्वतः सर्वासु दिक्षु ग्रामेषु नगरेषु आवसतः एत्यवसन्ति येषु इति आवसतः तान् मापयां चक्रे कारितवान् इत्युक्तः सर्वत एव मे मम अन्नं तेषु आवसतेषु वसन्तः अत्स्यन्ति भोक्ष्यन्ते इत्येवम् अभिप्रायः अदहगं सा निशायामतिपीतुः तद्धयेवगम् हगंसो हगंसम् अभ्युवाद हो होयि बल्लाक्षबल्लाक्ष ज्ञानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिरातं तन्मा प्रसाङ्क्षीस्त्वं मा प्रदाक्षीरिति तत्रयं सति राजनि तस्मिन् घर्मकाले हर्म्यतलस्थे अतः हंस निशायं रात्रौ अतिपेतुः ऋषयो देवता वा राज्ञो अन्नदानगुणैः तोषितः सन्तः हंसरूपा भूत्वा राज्ञो दर्शनगोचरे अतिपेतुः पतितवन्तः तस्मिन् काले तेषां पतताम् हंसानां एकः पृष्ठतः पतन् अग्रतः पन्तं हंसमभ्युवाद अभ्युक्तवान् हो हो इति भो भो इति सम्बोध्य बल्लाक्षबल्लाक्ष इति आदरं दर्शयन् यथा पश्य पश्य आश्चर्यमिति तद्वत् भल्लाक्षेति मन्ददृष्टित्वं सूचयन्नाः अथवा सम्यक् ब्रह्मदर्शनाभिमानत्वात् तस्य असकृदुपालब्धः तेन पीड्यमान अमर्षितया तत्सूचयति भल्लाक्षेति ज्ञानश्रुतेः पौत्रायणस्य समं तुल्यं दिवा जुलैकेन ज्योतिः प्रभास्वरम् अन्नदानादिजनितप्रभावजम् आततं व्याप्तं द्युलोकस्पृग् इत्यर्थः दिवा अह्नः वा सं ज्योतिः इत्येतत् तन्मा प्रसांशी सञ्जनं शक्तिं तेन ज्योतिषसम्बन्धं मा कर्षिः इत्यर्थः तत्प्रसञ्जनेन तज्ज्योतिः त्वां मा प्रदाक्षीः मा दहतु इत्यर्थः पुरुषवित्तेन मा प्रदाक्षीदिति तमः परः प्रत्युवाच कं वरयेणम् एतत् सन्तकं सयुग्वानमिव रैकुमात इति यौनकथकं सयुग्वारैक्वैतेम् तं एवम् उक्तवन्तं परः इतरो अग्रगामि प्रत्युवाच अरे निकृष्टवयं राजवराक तं कमु एनं सन्तं केन माहात्म्येन युक्तं सन्तमिति कुत्सयति एनम् एवं स बहुमानम् एतद्वचनमात् रैक्वमिव सयुग्वानम् सः युग्वना गायन्त्र्या वर्तते इति सयुग्व रैक्व तमिव अर्थयनम् अननुरूपम् अस्मिन् अयुक्तम् ईदृशं वक्तुं रैक्व इव इत्यभिप्रायः इतरश्च योन् कथं त्वया उच्यते सयुग्व रैक्व इत्युक्तवन्तं बल्लाक्षः शृणु यथा स रैक्व यथा कृताय विताय धरेयः सम्यन्ति एवमेनकं सर्वं तदभिसमयति यत्किञ्च प्रजा साधु कुर्वन्ति यस्तद्वेद यस्स वेद समया एतदुक्त इति यथा लोके कृतायः कृतो नाम अयो द्यूतसमये प्रसिद्धः चतुरङ्कः स यदा जयति द्यूते प्रवृत्तानां तस्मै विजिताय तदर्थम् इतरे त्रिद्वेकाङ्क अधरेयः त्रेताद्वापरकरिनामानः संयन्ति सङ्गच्छन्ते अन्तर्भवन्ति इत्यर्थः चतुरङ्के कृताये त्रिद्वेकाङ्कानां विद्यमानत्वात् तदन्तर्भवन्ति इत्यर्थः यथा अयं दृष्टान्तः एवमेनं रैक्वं कृताय स्थानीयं त्रेतादि अयस्थानीयं सर्वं तदभिसमयति अन्तर्भवति रैक्वे किं तत् यत्किञ्च लोके सर्वाः प्रजाः साधुशोभनं धर्मजातं कुर्वन्ति तत्सर्वं रैक्वस्य धर्मे अन्तर्भवति तस्य च फले सर्वप्राणिधर्मफलम् अन्तर्भवति इत्यर्थः तथा अन्योपि कश्चित् यः तद्वेद्यं वेद किं तद् यत् वेद्यं सः रैक्वः वेद तद्वेद्यम् अन्योऽपि यो वेद तमपि सर्वप्राणिधर्मजातं तत्फलं च रैक्म्यमिव अभिसमयति अनुवर्तते सः एवं भूतः अरैक्वोऽपि मया विद्वान् एतदुक्तः एवम् उक्तः रैक्वतु स एव कृतायस्थानीयो भवति इत्यभिप्रायः ततो ज्ञानश्रुतिः पौत्रायण उपशुश्राव सह सञ्ज्ञान एव क्षत्तारमुवाच अङ्गारेः सैग्वानमिव रैक्वमात्र इति योऽनुगतकं सैग्वारैक्वैति यथा कृताय विजिताय धरेयाः संयन्ति एवमेनकं सर्वं तदभिसमयति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मया एतदुक्त इति तदुह तद्दीतदीदृशं हंसवाक्यम् आत्मनः कुत्सारूपम् अन्यस्य विदिशो रैक्वादेः प्रशंसारूपम् उपशुश्राव श्रुतवान् हर्म्यतलस्थो राजा ज्ञानश्रुतिः पौत्रायण तच्च हंसवाक्यं स्मरन् एव पौनःपुन्येन रात्रिशेषम् अतिवाह्यमास ततः स वन्दिभिः राजा स्तुतियुक्ताभिः वाग्भिः प्रतिबोध्यमानः उवाच शत्तारं सञ्जिहान एव शयनं निद्रां वा परित्यजन्नेव हे अङ्गवत्सारे सैग्वानमिव रैक्वमात्र किं न स एव स्तुत्यर्हो नाहमित्यभिप्राय अथवा सैग्वानं रैक्वमात्र गत्वा मम तद्दिदृक्ष तदा इव शब्दो अवधारणार्थो अनर्थको वाच स च क्षत्र प्रत्युवाच रैक्वानेन कामो राज्ञमभिप्राज्ञ योनु कथं सैग्व रैक्व इति राज्ञा एवं च उक्तः आनेतुं चिह्नं जातुमिच्छन् योनु कथं सैग्वा रैक्व इत्यवोचत स च भल्लाक्षवचनमेव अवोचतं तस्य स्मरन् सः क्षत्ता अन्विष्य नाविदमिति प्रत्ययायातकम् उवाच यत्रारे ब्राह्मणस्य अन्वेषण तदैनम् अर्चेति सः क्षत्ता नगरं ग्रामं वा गत्वा अन्विष्य रैक्वं नाविदं न विज्ञासेयम् इति प्रत्यय प्रत्यागतवान् तम् उवाच क्षत्तारम् अरे यत्र ब्राह्मणस्य ब्रह्मविदः एकान्ते अरण्ये नदी पुलिनादौ विविक्ते देशे अन्वेषणे अनुमार्गं भवति तत्तत्र येन रैक्वम् अर्च रुच्य गच्छ तत्र मार्गं कुरु इत्यर्थः सोऽधस्ताच्छकटस्य पामानं कजमानं पोपविवेशातकम् अभिवादात्मं नो भगवः सैग्वा रैक्वेति अहगं ह्यार इति यः प्रतिजज्ञे सः विदमिति प्रत्ययायाम् इत्युक्तः क्षत्र अन्विष्यतां विजने देशे अधस्ताच्छकटस्य गन्ध्र्याः पामानं खर्जुं कषमाणं खण्डूयमानं दृष्ट्वा अयं नूनं सयुग्वा रैक्व इति उपसमीपे उपविवेश विनयेन उपविष्टवान् तं च रैक्वं ह अभ्युवाद उक्तवान् त्वमसि हि भगवः भगवन् सयुग्वा रैक्व इति एवं पृष्टः अहमस्मि हि अरे इति ह अनादर एव प्रतिज्ञे अभ्युपगतवान् स तं विज्ञाय अविदं विज्ञातवान् अस्मि इति प्रत्ययाय प्रत्यागतः इत्यर्थः इति प्रथमखण्डभाष्यं द्वितीयः खण्डः ततो ज्ञानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कम् अश्वतरीरथं तदादाय प्रतिचक्रमे तगम् अभिवादयं तत्तत्र ऋषेः गार्हस्थ्यं प्रति अभिप्रायं बुद्ध्वा धनार्पितां च ऊह एव ज्ञानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कं कण्ठहारम् अश्वतरीरथम् अश्वतरीभ्यां युक्तं रथं तदादाय धनं गृहीत्वा प्रतिचक्रमे रैक्वं प्रति गतवान् तं च गत्वा अभिवादः अभ्युक्तवान् रैक्व इमानि षट्शतानि गवामयं निष्को अयम् अश्वतरीरथो अनुमयितां भगवो देवतांशादि यां देवतामुपास इति हे रैक्व गवां षट्शतानि इमानि तुभ्यं मया आनीतानि अयं निष्कः अश्वतरीरथश्च अयम् एतद् धनमादत्स्व भगवो अनुषादि च मे माम् एतां याञ्च देवतां त्वम् उपास्येन् तद्देवतोपदेशेन माम् अनुषादि इत्यर्थः तमः परः प्रत्युवाचः हारे त्वा शूद्र तव युवसः गोविरस्पिते ततः पुनरेव ज्ञानश्रुतिः पौत्रायणः सहस्रं गवां निष्कम् अश्वतरीरथं द्वितं तदाय प्रतिचक्रमे तम् एवम् उक्तवन्तं राजानां प्रत्युवाच परो रैक्वः आह इति अयं निपातः विनिग्रहार्थीयो अन्यत्र इह तु अनर्थकः एव शब्दस्य पृथक् प्रयोगात्. हारेत्व हारेण युक्ता इत्वा गन्त्री सेयं हारेत्व गोभिस्सह तवैव अस्तु तवैव तिष्ठतु न मम अपर्याप्तेन कर्मार्थम् अनेन प्रयोजनम् इत्यभिप्राय. हे शूद्र इति ननु राजासौ शत्रुसम्बन्ध सः क्षत्रम् उवाच इत्युक्तं विद्याग्रहणाय च ब्राह्मणसमीपे उपगमनात् शूद्रस्य च अनधिकारः कथमिदम् अनुरूपं रैक्वेण उच्यते हे शूद्र इति. तत्राहुः आचार्यः हंसवचनश्रवणात् शुक् एनम् आविवेश तेन असौ शुच श्रुत्वा रैक्वस्य महिमानं वा आद्रवति इति ऋषिः आत्मनः परोक्षजनतां दृश्यन् शूद्र इत्याह इति. शूद्रवद्वा धनेन एव एनं विद्याग्रहणाय उपयोगाम न च शुश्रूषे न तु जात्या एव शूद्र इति. अपरे पुनराहुः अल्पं धनम् आहृतमिति ऋषा एव एनम् उक्तवान् शूद्र इति. लिङ्गं च बहु आहरणे उपादानं धनस्य इति. तदुः ऋषेः मतं ज्ञात्वा पुनरेव ज्ञानश्रुतिः पौत्रायणो गवां सहस्रम् अधिकं जायाञ्च ऋषेः अभिमतां दुहितरमात्मनः तदादाय प्रतिचक्रमे क्रान्तवान्. तगम् अभिवादारैक्व इदं सहस्रं गवाम् अयं निष्क्वायम् अश्वतरीरथ अयं जायाम् अयं ग्राम यस्मिन् हितास्ये अनु एव मा भगवशादीतिं तस्याः मुखम् उपोद्गृह्णन्वाच आजहारयमः शूद्र अनेनैव मुखेन आलापयिष्यत इति ते ह एते रैक्वपर्णा नाम महावृषेषु यत्र अस्मा उवास स तस्मै उवाच. रैक्व इदं गवां सहस्रम् अयं निष्कः अयम् अश्वतरीरुतः इयं जाया जायार्थं मम दुहित आनीत अयं च ग्रामः यस्मिन् आस्ये तिष्ठति स च त्वदर्थे मया कल्पितः तदेतत्सर्वमादाय अनुषाधि एव मा मां हे भगवः इत्युक्तः तस्य जायार्थम् आनीतायः राज्ञो दुहितुः ह एव मुखं द्वारं विद्यायाः दानितीर्थम् उपोद्गृह्णन् जानन् इत्यर्थः. ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियः विद्यया वा विद्यां प्राह तान् तीर्थान् षण्मम इति विद्यायाः वचनं विज्ञायते. एवं जानन् उपोद्गृह्णन् उवाच उक्तवान् अजहर आहूतवान् भवान् इमाः गाः यच्चान्यद्धनं तत्साधु इति वाक्यश्च. शूद्र इति पूर्वोक्तानुकृतिमात्रं न तु कारणान्तरपेक्षया पूर्वत् अनेनैव मुखेन विद्याग्रहणतीर्थेन आलापयिष्यतः आलापयसि इति मां भाणयसि इत्यर्थः. तेह एते ग्राम रैकुपर्णानां विख्यात महावृषेषु देशेषु यत्र येषु ग्रामेषु उवास उषितवान् रैक्व तानसौ ग्रामान् अदात् अस्मै रैक्वाय राज तस्मै राज्ञे धनं दत्तवते ह किल उवाच विद्यां सह रैक्व इति द्वितीयखण्डभाष्यम्.